इदानीं दुहधातु इति विषये चर्चा वर्तते. गतवर्गे परस्मैपदी दुहधातु तस्य चतुर्षु लकारेषु रूपाणि अस्माभिः पठितानि. इदानीम् आत्मनेपदरूपाणि कथं भवन्ति इति पश्यामः. तर्हि महोदय, दुहधातु आत्मनेपदी लट् रूपाणि करोतु. दुह्योगः ते अस्ति, दुव्योगः ते अस्ति, दादेर् धातो गः इति सूत्रेण हकारस्य स्थाने गकारः आदेशः भवति. दुव्योगः ते जशस्ततोर् दः इति सूत्रेण तस्थाने द आदेशः दे, दुव्योगः दे. जलां जशोन् जलां जश् जशि इति सूत्रेण चतुर्थककारः तृतीया ककारः भवति. ग दुग्दे दुग्दे इति रूपं दुग्दे. दुग्योगः आते किं भो दुह्योगः आते अस्ति. दुहाते दुहाते दुहते. दुग्योगस्य अस्ति दुग्योगस्य दुग्योगः अस्ति दादे धातोः इत्यनेन गकारः दुग्योगः से आदेशपते दाते धातो गः इति सूत्रेण हकारस्थाने ग दुग्योगः से. तदनन्तरम् आदेशप्रत्ययोः इति सूत्रेण से से शः शः अस्ति. न न तस्मात् पूर्वं किमपि अस्ति वा? दुग्योगः से अस्ति. एकाचो बशो बश् जशन्तस्य स्तोः इति सूत्रेण तृतीया त्री फोर् फोर् फोर् दग् योगः से. इदानीं दुग् योगः से इदानीम् आदेशप्रत्ययोः इति अस्ति. दुक्षे दुक्षे सकारस्थाने शकार मूर्धने शकारः आगच्छति. दुग् योगः शे दुग्योगः शे. करीच इति सूत्रेण ककारः आगच्छति. दुक् योगः शे दुक्षे. केन सूत्रेण ककारः? सम्यक् करीच. करी किं रूपं भवति? दुक्षे दुक्षे. दुह्योगः आते दुहाते. दुह्योगद्वे अस्ति. दुग्योगद्वे अस्ति. दादे धातुर्गः इति सूत्रेण हकारस्थाने गकारः आदेशः. दुग्योगः द्वे दुग्योगः द्वे. एकाचो बशो बश् दशन्तस्योः स्तोः इति सूत्रेण तृतीयदकारस्थाने चतुर्थदकारः दुग्योगः द्वे दुग्द्वे दुग् दुग् दुग्योगः द्वे. एकाचो बशो बश् दशन्तस्तोः तदनन्तरम् एव दादे दोत धातोः कः इति सूत्रस्य हकारस्यानि ककारः भवति. तदनन्तरं एकाचो बशो बश् जशन्तस्य स्तोः इति सूत्रेण तृतीय दकार अस्ति, चतुर्थ दकारः भवति, दुग्धे तदनन्तरं चतुर्थदकारः अस्ति, ककारः जलं जष्टि इति सूत्रेण तृतीयककारः भवति, दुग् द्वे दुग्धे दुग्धे दुग्योगः ये दुग्योगः ये दुहे दुह्वके दुह्मके किमपि न दुग्धे दुहाते दुहते क्षे दुहाते दुग्धे दुहे दुहे दुह अस्तु न महोदय लौ किं महोदय दुःखयोगः ताम् दुःखयोगः ताम् तदनन्तरं दादेर्धातोगः इति सूत्रेण हकारस्य गकारः भवति दुग्धयोगः ताम् तदनन्तरं दुग्धयोगः ताम् अस्ति तत्र जशस्ततो दोरधः वा दोरधः इति सूत्र प्रथमसूत्रं किम् दादेर्धातोर्गः दुःखतां दुग्धतां हकारस्य गकारः भवति प्रथमं तदनन्तरं दुग्धयोगः ताम् अस्ति तत्र जशस्ततोरधो अधः वा जशस्ततो धो अधः धो अधः दो अधः सम्यक् वा तत्र दुग् धां भवति तां धां भवति तदनन्तरं जलां जश्चषि इति सूत्रेण दुग्धां भवति दुग्धां दुक् आतां भवति दुः आतां तत्र दुः आतां आतां दुहातां किमपि नास्ति तत्र किं भवति दुहाताम् दुहाताम् दुः आतां दुहातां वर्णमेलनमेव तदनन्तरम् अदुः तदनन्तरं दुः त आताम् अतां दुहतां तदा तत्रापि वर्णमेलनमेव किल दुः अतां दुहताम् दुग्धां दुहातां दुहतां दुग् दुग् अत्र स्व दुग् दुः दुः स्व तत्र दादेर्धातोगः दादेर्धातोगः इति सूत्रेण दुग् स्व दुग् दुग्स्व अत्र सकारः भवति तत्र एकाचो एकाचो बशो बश् जशन्तस्य स्तोः इति सूत्रेण दुग्स्व तत्र किं भवति तत्र बशु बश् दुग् स्व तत्र किं भवति एकाचो बशु बश् तत्र सूत्रं किं करोति तत्र त्री फोर् भवति न फोर् फोर् धूघ धकार भवति प्रथमधकारः प्रथमधकारः चतुर्थ तृतीय भवति घकारः भवति सो धुग् धुग् योगः स्व तदनन्तरम् आदेशप्रत्ययोः इति सूत्रेण धुग् श्व करि च दुक्ष्व दुक्ष्व दुक्ष्व देन् दुः आतां वर्णमेलनेव दुःहातां तदनन्तरं दुग् दुग्ध्वं भवति दुः द्वं तत्र दादेर्धातो गः इति सूत्रेण दुग् दुग् हकारस्य घकारः भवति दुग् द्वं तत्रापि प्रथमधकारः त्रि फोर् फोर् फोर् भवति एकाचो बशो बश् एकाचो बशो बश् जशन्तस्य स्वोः इति सूत्रेण धकारस्य धकारः भवति धुग् द्वं तदनन्तरं जलां जषि दुग्ध्वं तदनन्तरं तदनन्तरं दुग्ध्वं दुःख त आतां त्वं स्व आतां वहैमहे ऐ वहैमहे ऐ वहैमहे दुः ऐ दुः ऐ अत्र पुगन्तलघुपदस्य भवति वा दोः ऐ दोहै दुः आवहे दोहावहे दोहामहे उचितं वा अग्रे लङ् अत्र दोहावहै दोहामहे तर्हि दुग्धां दुहातां दुहतां दुक्ष्व दुहातां दुग्ध्वं दोहै दोहावहै दोहामहे अस्तु अग्रे कोऽपि अन्या अस्ति वा अद्य नास्ति वा जनद्वयमेव अस्ति वा अस्तु मल्लर्महोदय लङ् आम् आं महोदय लङ् दुग्योघट अस्ति लुङ् लङ् लुङ्षु आडुदातः इत्यस्य सूत्रेण आडागमः भवति आ दुक् योगहता अस्ति दादेर्धातो गः इति सूत्रेण दुक् योगहता अधिकयोगहता अस्ति जशस्ततो दः इति सूत्रेण आ दुग् योगः दः जलां जश् जशि इति सूत्रेण चतुर्थगकारः जश् तृतीयगकारः भवति अदुग्ध अदुग्ध अदुग्ध अदुग्ध अदुग् योगः आताम् अदुहाताम् अदुः योगः अथ अधुहत अधुः योगः ता अस्ति ताः अधु प्रथमे दादे धातोकः इति सूत्रेण हकारः गकारः भवति अधुग्योगः ताः जसस्ततो दोधः इति सूत्रेण ताः दाः भवति अधुग्योगः दाः जलं जशि इति सूत्रेण अधुग्दाः अधुग्दाः अधुग्योगः आताम् अधुहाताम् अधुग्योगः द्वम् अस्ति अधुग्योगः द्वम् अधुग्योगः त्वं दादे धातुर्गः इति सूत्रेण हकारस्य स्थाने ककारः अधुग् योगः द्वम् अधुग्योगः द्वम् एकाचो बशो बश् दशन्तस्य स्तोः इति नो न अत्र न कार्यं करोति महोदय एकाचो बशो बश् दशन्तस्य स्तोः अत्र कार्यं करोति वा द्वम् अस्ति स्तोः स्तोः द्वो शब्द इति खलु आम् परन्तु अत्र सूत्रे सकारः द्वं नास्ति महोदय आम् द्वोः इत्युक्ते किं सकारादि अथवा द्वो शब्दपरे अत्र द्वो अस्ति खलु भवति अधुग् योगः द्वम् अस्ति तृतीय फोर् फोर् भवति अधुग् योगः द्वम् इदानीं जलं जश् जशि इति सूत्रेण अधुग्द्वम् अधुग्द्वम् अधुग्योगः इ अस्ति अधुहि न अधुग् अन्तिमसूत्रं किं जलं जश् जशि अधुग्द्वम् अधुग्योगः इ अस्ति अधुहि अधुः अहि अधुः अहि अधुमहि तर्हि अधुहत् न किम् अधुग्ध अधुग्ध अधुक्तम् विधिलिखितु किल केवलं वर्णमेलनं दुहीत दुहीयातां दुहीरन् दुहीतः दुहीयातां दुहीभं दुहीय दुहीवरि तर्हि दुः धातुः तर्हि किं प्रश्नाः सन्ति वा कस्यापि अस्तु अग्रे मीना महोदय अग्रिमधातुः कः अस्ति अग्रिमधातुः दिह दुह इव दिह इव अस्ति दिह नूतनं नास्ति दिह् योगः न ओ पठतु कुत्र कुत्र अस्ति दुः दकारः दकारादि हकारान्त धातुतः सकारादिप्रत्ययानां योजने तत् समर्थं किल हकारान्तदिह नूतनधातु दकार कुत्र अस्ति दकारादि हकारात् धातु द्वे प्रत्ययस्य योजनविधिः न दुहधातु समाप्तं हकारान्तदिह् धातु अकारान्तदिह् अकारान्तः दिह् दिह् धातुः उभयपदी उपचये इत्युक्ते श्रूयते वा द्रष्टव्यं ओके सर्वं दुह् धातुवत् भवति अङ्गकार्यम् अपि सन्धिकार्यमपि तदा अङ्गकार्यं हलादिपित्सु उपदायां लघु एकः गुणः दिशति पुगन्त पुगन्तलघुपदस्य च इति सूत्रेण देहति सन्धिकार्यं दिग्धि तदनन्तरं दिग्धि सन्धि तत्र सन्धि सन्धिकार्यं किं सूत्रं महोदय भवान् वदतु भवती वदतु धातु कृतं कृतः खलु किं किं सूत्रं सन्धिः यथा दुहमध्ये तथा दीहमध्ये खलु तत्र जशस्ततो ततो दः वा तस्मात् पूर्वं प्रथमसूत्रं किं सन्धिकार्यस्य दादेर्धातौ गः दादेर्धातो तत्र समानः एव अस्ति खलु दुः अस्ति अत्र दिः अस्ति किमपि अन्यत् भेदः तर्हि दादेर्धातोर्गः तदनन्तरं तदनन्तरं किम् तदनन्तरं जशस्ततो अधो अधः तत् स्वदोग्धि जलां जश् जशि तदनन्तरम् ओके दोग्धि समान एव हलादिपिच्छु हलादिपिच्छु उपदायां लघु इक् गुणः दिक्ति योगति पुगन्तलघुपदस्य च देहति सन्धिकार्यं देग्धि अजादिपिच्छु उपदायां लघु इकः गुणः दिग् आनि पुगन्तलघुपदस्य देहानि देहानि वर्णमेलनमेव हलादि अपिच्छु निति च गुणनिषेधः दिक्तः सन्धिकार्यं दिग्धः अजादि अपिच्छु निति च गुणनिषेधः दिह्यन्ति वर्णमेलनमेव दिहन्ति सन्धिकार्यम् उपरि यदा गुरु दुः धातोः कार्यं तथैव परस्मैपदे आत्मनेपदे च अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि उपरि दत्तानां नियमानाम् आधारेण रूपचिन्तनं करोतु तर्हि गृहकार्यरूपेण करोतु यतोहि दुः धातु इव अस्ति केवलं तत्र दुः अस्ति तत्र दिः अस्ति तर्हि भेदः केवलं गुणकार्ये भवति तत्र दोः भवति अत्र देहः भवति अन्यत्र सर्वत्र सन्धिकार्यं समानमेव अस्ति अतः स्वतः करोतु अस्तु अग्रे मन्दरमहोदय लिह धातु आम् हकारान्तः लिह लिह् धातुः उभयपदी आस्वादने अङ्गकार्यम् अलादिपित्सु उपदायां लघु इकः गुणः लिग् योगहति पुगन्तलघुपदस्य च इति सूत्रेण लेग्योहति सन्धिकार्यं लेडि लेडि अजादिपित्सु उपदायां लघु इकः गुणः लिग् योगः आनि पुगन्तलघुपदस्य च इति लेह् योगः आनि लेहानि हलादि अपित्सु निति च गुणनिषेधः लिग् योगतः सन्धिकार्यमेव लीडः अजादि अपित्सु निति च गुणनिषेधः लिग् योगः अन्ति वर्णमेलनमेव लिहन्ति अत्र हलादिपित्सु अजादिपित्सु गुण भवति पुगन्तलघुपदस्य च इति इत्यनेन अलादि अपित्सु अजादि अपित्सु गुणनिषेधः भवति परन्तु लेडि कथं भवति इति न जानामि करोतु एकवारम् अग्रे पठनात् पूर्वं चिन्तयतु लेडि कथं भवति तर्हि लेह न भवति अग्रे किं अकारस्य सन्धिकार्यं किं भवति अकारस्य पुल्लिङ्गयोः दीर्घ कोडः भगिनी होडः होडः होडः ओडकारः भवति आम् होडः आम् एड्यो भवति टि टकारः टकारः जसस् ततोर् दः इति सूत्रेण तकारः दकारः दकारः भवति लेड् योगः दि भवति तदनन्तरं लेड् योगः दि जलां दकारः तकार श्वस्तुः सुनाशुः इत्यनेन लेडि दकारः डकारः भवति लेड् योगः डि लेड् योगः डि लेड् योगः डि दलोपो किं किं मार्गः समीचीनः अस्ति चिन्तनं समीचीनम् ढ अनन्तरं ढ भवति चेत् किं भवति ढ भवति लोपो भवति महोदय सूत्रं न स्मरामि सूत्रं ढोढे लोपः हा डोले डोडे लोपः इत्यनेन डकारः लोपो भवति ले ले योगः डि अस्ति लेडि आमां लेडि अस्तु लीडः कथं भवति लिहयोगतः करोतु किं महोदय लोपो पूर्वस्य दीर्घो नः इति सूत्रं कार्यं न करोति वा महोदय पूर्ववर्णः दीर्घः भवति अत्र लोपो भवति डकारस्य लोपो भवति खलु न श्रूयते महोदय पूर्ववर्णः अण् भवेत् खलु अण् अण् आम् ओ एकारः अस्ति आम् अण् नास्ति लीढः मध्ये भवति अत्र लीढः मध्ये दीर्घकारः लिहयोगतः मध्ये तथैव कार्यं भवति कोडः चतुर्दोदः शुनाष्टुः तत्र लिड् योगः सः इति भवति लिड् योगः सः तस्मात् तत्र अपि कोडे लोपः इत्येन पूर्वढकारस्य लोपः लिड् योगटः परन्तु अत्र अण् अस्ति वर्णः ढकारात् पूर्व अण् अस्ति लोके पूर्वस्य दीर्घो अणः इत्यनेन ढकारस्य लो दीर्घं भूत्वा लीढः इति ढलोपे पूर्वस्य दीर्घसूत्रं किं वदति ढलोपो ढलोपे पूर्वस्य दीर्घो नाम यत्र कारनन्तरं कारस्य लोपः अथवा रेफानन्तरं रेफस्य लोपः भवति तस्मात् पूर्वं यदि अण्वर्णः अस्ति अण्वर्णस्य दीर्घः भवति निमित्तमस्ति डकार वा रेप वा लोप भवति तदानीमेव रेप न सम्यक् श्रूयते महोदय आं महोदय न श्रूयते न श्रूयते पठामि ओढे नाम ढकार अनन्तरं ढकारस्य लोपः यदा भवति तस्मात् पूर्वं यदि अण्वर्णः अस्ति तस्य दीर्घः भवति अवगच्छति खलु श्रूयते खलु आम् आं श्रूयते महोदय अग्रे पठतु सन्धिकार्यं सन्धिकार्यं हकारान्तधातूनां सन्धिकार्यं त्रिविधम् अकारान्तधातुतः तकारादि तकारादि च प्रत्ययानां रोजविधिः तकारादि तकारादि च प्रत्ययपरे धात्वान्तस्य हकारस्य स्थाने डकारादेशो भवति होडः इति सूत्रेण प्रत्ययादौ स्थितस्य तकारस्य तकारस्य च दकारादेशो भवति जशंस्ततोर्दोदः इति सूत्रेण प्रत्ययादौ स्थितस्य दकारस्य स्थाने डकारः आदेशो भवति स्थुनाष्टुः इति सूत्रेण पूर्वतनस्य डकारलोपो भवति डोडे लोपः इति सूत्रेण आम् अत्र लिह् योगः अति अस्ति प्रथमं पुगन्तलघुपदस्य च इत्यनेन गुणः भवति लेह् योगः ति अनन्तरं होडः इत्यनेन जल्परे हकारस्य स्थाने डकारादेशः भवति तदनन्तरं लेड् योगः ति अस्ति इदानीं जशस्ततो दोदः इत्यनेन तकारस्थाने दकारः आदेशः लेड् योगः धि सृणाष्टुः इति सूत्रेण लेड् लेड् योगः डि अस्ति डोडे लोपः इत्यनेन पूर्वतनडकारस्य लोपो भवति ले योगः डि अन्तिमरूपं लेडि अस्माभिः पठितं पूर्वं खलु लेडि लेडि विशेषः अग्रे विशेषः पठतु डकार रेप इत्यनयोर् लोपानन्तरं तयोः पूर्वस्थितस्य अन् इत्यस्य दीर्घ आदेशो भवति यथा लिह् योगः तः होडः इत्यनेन लिड् योगः तः जशस्ततो दोर्दः इति सूत्रेण लिट् योगः दः सुनाष्टुः इत्यनेन लिट् योगः तः डोडे लोपः इत्यनेन ली योगः डः डलोपे पूर्वस्य दीर्घा नः इत्यनेन डकार इत्यस्य लोपानन्तरं पूर्वस्थितस्य अन् दीर्घादेशो भवति ली ली योगः डः लीडः इदानीं पर्यन्तम् अवगच्छन्ति वा आं महोदय मीना महोदय अग्रे पठतु अत्र प्रश्नः उदेति अत्र श्रूयते वा अत्र प्रश्नः उदेति डोडे लोपः इति पूर्वत्रिपादीसूत्रम् ओ अष्टमध्याये तृतीयपादे अस्ति वा ष्टुनाष्टुः अष्टमपादे चतुर्थे अष्टमध्याये चतुर्थे पादे अस्ति इति परत्रिपादिसूत्रम् तर्हि किमर्थं पूर्वत्र सिद्धम् इत्यनेन शृणाष्टुः इत्यस्य कार्यम् असिद्धं न भवेत् नाम पूर्वसूत्रमस्ति शृणाष्टुः अनन्तरम् आगच्छति तर्हि किमर्थं शृणाष्टुः अनन्तरं रोडेलोपः कार्यं कर्तुं शक्नोति यतोहि एकवारं शृणाष्टुः कार्यं करोति चेत् ढोडेलोपः तु असिद्धं भवति खलु कार्यकृतं परन्तु शृणाष्टुः अनन्तरं ढोडेलोपः कार्यं करोति किमर्थं पठतु अग्रे उत्तरम् इदं यत् आश्रयात् सिद्धं वस्तुतः यत्र कुत्रापि जोडे लोपः इति सूत्रं प्रवर्तते तस्मात् पूर्वं शृणाष्टुः प्रवर्तते एव. सम्पूर्णं संस्कृतभाषायां कुत्रापि नास्ति यत्र डोडे लोपः भवति किन्तु तस्यां पूर्वं शृणाष्टुः न स्यात्. अस्यां दशायां पूर्वतरसिद्धम् इत्यनेन डोडे लोपः इत्यस्य मनसि शृणाष्टुः इत्यस्य कार्यम् असिद्धं चेत् डोडे लोपः इत्यस्य प्रवर्तनं न कुत्रापि भवेत्, निरवकाशं स्यात्. तदर्थं डोडे लोपः इति सूत्रं शृणाष्टुः इति सूत्रस्य आश्रये अस्ति इति कृत्वा आश्रयां सिद्धम् इत्युच्यते. अनेन कारणेन डोडे लोपः न बाधितं पूर्वत्र सिद्धम् इति सूत्रेण. अत्र सूत्रं न भवति वा महोदय? अत्र न निरवकाश भवति चेत् अपवादसूत्रं न भवति वा? डोले लोपः एकस्मिन् समये डोडे लोपः डोडे लोपः कार्यं वादति. एकस्मिन् एव समये यदा भवति तदा एव नास्ति वादत्वं नास्ति, निरवकाशत्वं भवति. न श्रूयते महोदय, न श्रूयते सम्यक्तया, न श्रूयते. वदतु किम् अस्ति, किमर्थं न अपवादः सूत्रं न भवति महोदय? किमर्थम् अपवादसूत्रं भवति? निरवकाशम् एव एकस्मिन् एव समये सूत्रद्वयं कार्यं कर्तुं शक्नोति खलु, तदेव एकस्मिन् एव सूत्रद्वयं कार्यं करोति. तत्र एव अपवादः, अत्र एकस्मिन् समये नास्ति, अत्र शृणाष्टुः अनन्तरम् एव डोडे लोपः कार्यं करोति. समानसमये सूत्रद्वयं नास्ति, प्रसक्तिः नास्ति. समानसमये अस्ति चेदेव अत्र नाम यत्र किमस्ति कान्फ्लिक्ट् अस्ति यथा विरोधः अस्ति तत्रैव भवति खलु. तर्हि मीना महोदय, किम् अर्थं भवत्याः पठितम् आश्रयां सिद्धमिति इत्युक्ते वा? भवत्याः पठितं तस्य अर्थं वदतु. तत्र डोडे लोपः अष्टमध्यायां तृतीयपादे अस्ति, शृणाष्टुः अष्टमध्याये चतुर्थे पादे अस्ति, परन्तु साधारणतया शृणाष्टुः एव परसूत्रमस्ति, तावदेव भवितुं शक्यं प्रथमं किल पूर्वत्र असिद्धम् इति कारणेन. परन्तु यत्र यत्र शृणाष्टुः डोडे लोपः भवति तत्र तत्र शृणाष्टुः अपि भवति. तस्मात् यदि शृणाष्टुः कार्यं न करोति चेत् तत् सूत्रं निरवकाशं भविष्यति. तस्मात् अत्र डोडे लोपः अनन्तरं शृणाष्टुः एव कार्यं करोति, तस्य नाम आश्रयात् सिद्धम् इति उच्यते. तर्हि किमस्ति पूर्वत्र सिद्धम् इति अधिकारः अस्ति, डोडे लोपः इति पूर्वसूत्रमस्ति अष्टमाध्यायाम्, अपि च तत्र किमस्ति अग्रे किमस्ति ढोडे लोपः पूर्वसूत्रमस्ति, शृणाष्टुः परसूत्रमस्ति. अतः ढोडे लोपः यदि एकवारं शृणाष्टुः कार्यं करोति तर्हि कार्यसिद्धत्वात् ढोडे लोपः कार्यं न कुर्यात्. परन्तु तथा नास्ति, अस्माभिः पठितं यत् सुनाष्टुः कार्यं करोति अनन्तरं घोडे लोपः कार्यं करोति, श्रूयते खलु? श्रूयते महोदय. आम् आम्. कथं कथं पूर्वसूत्रम् अनन्तरं कार्यं करोति? तस्य अर्थः अस्ति यद्यपि पूर्वं लिखितमस्ति अष्टाध्याय्यां ढोढे लोपः, परन्तु ढोढे लोपः नाम ढकार अनन्तरं ढकार अनन्तरं ढकार ढकार परे ढकार एतादृशी स्थितिः सम्पूर्णसंस्कृतभाषायां तत्रैव आगच्छति यदा सुनाष्टुः इति कार्यं करोति. सुनाष्टुः इति सूत्रस्य कार्यात् यदा ढकारस्य ढकार भवति ढ इति स्पर्शात् तदैव ढकार ढकार इति मेलनं भवति, अन्यथा कुत्रापि तथा न भवति संस्कृतभाषायाम्. अस्तु, तर्हि सुनाष्टुः इति प्रथमं कार्यं करोति, तदनन्तरम् एव ढोडे लोपः कार्यं करोति, ढोडे लोपस्य प्रसक्तिः भवति. यदि पूर्वत्र सिद्धम् इति दृष्ट्वा यदि वयं वदामः यत् सूत्रं पूर्वं सूत्रमस्ति अतः सुनाष्टुः इत्यनन्तरं कथं कार्यं क्रियते, तथा अस्ति चेत् कदापि ढोडे लोपः कार्यं कर्तुं न शक्नोति, कदापि न कर्तुं शक्नोति. यथा हि ढोडे लोपः तदेव कार्यं करोति यदा सुनाष्टुः कार्यं करोति. सुनाष्टुः तस्य तस्यानन्तरं ढोडे लोपः कथं कार्यं करोति इति यदि वदामश्चेत् कदापि ढोडे लोपः कार्यं न कर्तुं शक्नोति, निरवकाशः भवति. निरवकाशः तु कोऽपि सूत्र किमपि सूत्रं निरवकाशं तु न भवितुं शक्नोति, तत् प्रथमनियमः अस्ति. अतः अत्र यद्यपि पूर्वसूत्रमस्ति परन्तु सुनाष्टुः तस्य अनन्तरम् एव कार्यं करोति, अत्र पूर्वत्र सिद्धं तस्य तस्य अत्र महत्त्वं नास्ति इति अस्ति. महोदय परन्तु तर्हि पूर्वत्र सिद्धम् इति सूत्रस्य अपवादः अस्ति इति वक्तुं शक्नुमः. पूर्वत्र सिद्धम् इति सूत्रस्य अत्र अपवादः भवति इति वक्तुं शक्नुमः, परन्तु ढोडे लोपः सुनाष्टुः इति सूत्रस्य अपवादः अस्ति इति नास्ति. महोदय परं साधारणतया परसूत्रमेव बलवत् भवति किल? अत्र सपाद अत्र पूर्वप्रसिद्धम् अधिकारमस्ति खलु, अष्टमाध्याये तु नास्ति खलु, पूर्वत्र सिद्धमिति अस्ति खलु. पूर्वत्र सिद्धं तत्र पूर्वसूत्रं प्रथमं कार्यं करोति. क्रमेण आगन्तव्यं तत्र परसूत्रं बलं नास्ति तत्र. अस्तु, तर्हि अत्र ढोडे लोपः कार्यं करोति यद्यपि सुनाष्टुः प्रथमं कार्यं करोति. अस्तु, तर्हि इति अस्ति. अग्रे मीना महोदय वदतु, हकारात् धातुः सप्तादिप्रत्ययः. हकारान्तधातुतः सकारादिप्रत्ययानां योजनविधिः. सकारादिप्रत्यये परे धात्वन्तस्य हकारस्य स्थाने डकारादेशः भवति ढोडे होडः इत्यनेन सूत्रेण. हकारस्य स्थाने डकारः सकारप्रत्यये परे. तदा डकारस्य स्थाने ककारादेशो भवति षडोकसि इत्यनेन सूत्रेण. अन्ते प्रत्यय अवयवस्य सकारस्य स्थाने षकारादेशो भवति आदेशप्रत्ययो इत्यनेन सूत्रेण. यदा लिस्य योगः सि पुगन्तलघुपदस्य सूत्रेण लेह् योगः सि, अत्र होडः सकारस्य सकारपरे होडः इति सूत्रेण लेड् योगः सि, षडोकसि तदन्तर तत्र कसि परे षकार डकारयोः कः भव ककारः भवति. सो लेक् सि आदेशप्रत्ययोगेन लेक्षि भवति. पठामि वा? लेक्षि होडः कोडः हकारस्य स्थाने डकारादेशः भवति अग्रे तृतीयबिन्दुः धकाराधिपत्यः हकारान्तधातुतः धकाराधिप्रत्ययानां योजनविधिः योगः ध धकारादिप्रत्यये परे धात्वन्तस्य हकारस्य स्थाने ढकारादेशो भवति होडः इत्यनेन सूत्रेण प्रत्ययादौ स्थितस्य धकारस्य स्थाने ढकारादेशः श्रुणाष्टुः इति सूत्रेण पूर्वतनस्य ढकारलोपवति डोडे लोपः इति सूत्रेण डलोपनिमित्तस्य पूर्वस्य अणः दीर्घः भवति डलोपे पूर्वस्य दीर्घो अणः इति सूत्रेण यथा लिह्य योगः हि यत्र लिह्य योगः दकारादिप्रत्यये परे हकारादि धात्वन्तस्य हकार धात्वन्तः हकारः लिह्य योगः हि हुजर्भ्योहेर्दिः लिह्य योगः होडः इत्यनेन जलिपरे हकारस्थाने ढकारादेशः लिड् योगः धि ष्टुनाष्टुः इत्यनेन ष्टुत्वं लिड् ढि डोडे लोपः इत्यनेन पूर्वतनस्य ढकारस्य लोपः लि ढि द्वलोपे पूर्वस्य दीर्घोणः इत्यनेन ढ इत्यस्य लोपानन्तरं पूर्वस्थितस्य अनः दीर्घादेशः लीडि लीडि समानं लिह् योगः द्वे होडः लिड् योगः द्वे ष्टुनाष्टुः लिड् योगः द्वे डोडे लोपः लि योगः द्वे डलोपे पूर्व अणः दीर्घः लि लि द्वे अग्रे पठामः वा श्रूयते वा आमाम् इदानीपर्यन्तम् आगच्छतु वा आं महोदय तर्हि नूतनसूत्राणि तु न सन्ति अस्तु मलर् महोदय लङ्गी आम् लङ्गी अलिग् योगः तकारः फुगन्तलघुपदस्य च इति अलेग् योगः तकारः हल् परतः अपृक्तसंज्ञकः प्रत्ययस्य लोपः अलेह् भवति हल् याम्ब्यो दीर्घा श्रुतिसपृक्तमल् इत्यनेन तकारस्य लोपो भवति अलेग् होडग इति अनेन हकारस्य स्थाने ढकारः जलां जशोन्ते इति सूत्रेण अलेड् योगः इति भवति एकं रूपं वावसाने इति अनेन विकल्पेन अलेट् भवति परस्मे पदे आत्मने पदे च अग्रे अग्रे पठने अस्तु तर्हि इदानीं रूपाणि कुर्मः इदानीं परस्मैपदी लट् मदर् महोदय करोतु लिग् योगः ति अस्ति पुगन्तलघुपदस्य च इति सूत्रेण लेग् योगः ति लेग् योगति तदनन्तरं होडः इत्यनेन लेड् योगः ति लेड् योगः ति अस्ति जशस्ततोर् दि अत्यनेन लेड् योगः दि दी अस्ति समीप महोदय जशस्ततो तदनन्तरं दश जशस्ततो दह इति सूत्रेण इदानीं श्रूयति वा लिहयोगः ति अस्ति पुगन्तलघुपदस्य च इत्यनेन लेह् लेह् योगः ति होडः इत्यनेन हकारस्य स्थाने डकारः लेर् योगः ति तदनन्तरं जशस् ततो ततो दोदः इत्यनेन लेर् योगः दि लेड् योगः दि अस्ति तदनन्तरं श्रुनाष्टुः इति सूत्रेण लेड् योगः दि डो डोडे लोपः इत्यनेन प्रथम डकारस्य लोपः भवति ले योगः डि लेडि सम्यक् वा लेडि लेडि तदनन्तरं लिह् योगः तः अस्ति इदानीं लिग् योगः तः अस्ति होडः लिड् योगः तः तदनन्तरं जशस्ततो दोदः इत्यनेन तकारस्थाने दकारः भवति लिड् योगः दि श्रुः इत्यनेन लिड् योगः डः डोडे लोपः इत्यनेन ली योगः डः अस्ति ली ली योगः डः दलोपे पूर्वस्य दीर्घो अणः इत्यनेन लीडः लिग्योः लिह् योगः अन्ति लिहन्ति लिहन्ति एव भवति लिड् योग लिह् योगः सि सि ऐ लिग्योः सि पुगन्तलघुपदस्य च इत्यनेन लेह् योगः सि लेह् योगः सि लेह् योगः सि होडः इत्यनेन लेड् योगः सि षडोको कसि इत्यनेन सम्यक् वा षडोको कसि इत्यनेन षडोः कसि डकारस्य स्थाने ककारः आदेशः भवति लेक् योगः सि इदानीम् आदेशप्रत्ययोः इत्यनेन सकारस्य स्थाने मूर्धन्यषकारः लेक् योगः षि लेक्षि लेक्षि लिह् योगः तः अस्ति लिह् योगः तः लिह् होडः इत्यनेन लिड् योगः तः तदनन्तरं जशस्ततो दोदः इत्यनेन लिड् योगः दकारः भवति दः भवति तदनन्तरं श्रुनाष्टुः लिड् योगः दः लिड् योगः टः ट भवति टः केन सूत्रेण श्रष्टुः इति सूत्रेण तदनन्तरं डोडे लोपः इत्यनेन ली योगः डः लोपे पूर्वस्य दीर्घोणः इति सूत्रेण लीडः सम्यक् वा लीडः अत्र लीड अनन्तरं लीड भवति खलु लीडर् लीडर् ले लेह् योगः मा अस्ति मह अस्ति लेद्योगः मह लेद् लेह् योगः मह अस्ति इदानीं कोडः मी अस्ति मी अस्ति क्षम्यता महोदय मी अस्ति ले लेह् योगः मी अस्ति कोडः इति कार्यं करोति वा अत्र करोति वा करोति ले जल् नास्ति जलि नास्ति आम् जल् नास्ति अतः लेमि लेह्मि लेह्मि लेह्मः लेह्मः तर्हि किं भवति लिह्मः महोदय लिह्मः लिह्मः लिह्मः लिह्मः आम् लेडी लेडी लीडः लिहन्ति लेक्षि लीडः लीढ लेह्मि लिह्वः लिह्मः अस्तु अग्रे मीना महोदय लोड् हलो न श्रूयते न श्रूयते इदानीं श्रूयते वा आम् न श्रूयते न श्रूयते आम् इदानीं श्रूयते एव लिह्ययोगः तु सर्वमन्तु किल लिह्ययोगः तु पुगन्तलघुपदस्य इति सूत्रेण लेह्ययोगः तु होडः लेड् योगः तु लेड् योगः तु तत्र जषस्ततो रदो अधः इति सूत्रेण लेड् योगः धु ष्टुनाष्टुः लेड् लेड् लेड् लेड् ढु लेड् ढु लेड् ढु डोडे लोपः सूत्रेण एकः डकारः लोपः भवति लेढु डोडे लोपः डकारद्वयमस्ति ओ डोडे डोडे लोपः इति सूत्रेण एकडकारः लोपः भवति तस्मात् लेडु अथवा तु तात् किल लिह्ययोगः लिह्ययोगः तात् तत्र लिह्य तत्रापि होडः भवति किल लिड् योगः तात् तदनन्तरं जषस्ततो रदोवदः इति सूत्रेण लिड् योगः धात् तुनाष्टुः इति सूत्रेण लिड्ढात् डोडे लोपः सन्ति लिडात् लिडात् वा लिडात् परन्तु तदनन्तरं द्रलोपे पूर्वस्य दीर्घो लीडात् लीडात् लीडात् तदनन्तरं लिह्ययोगः तु तां लिह्ययोगः तां तत्र होडः इति सूत्रेण लिड् योगः तां जषस्ततो रतोदः इति सूत्रेण लिड् योगः धाम् ष्टुनाष्टुः लिड्ढा डोडे लोपः अस्ति एकदो डकारः लोपः लिडां तदनन्तरं ड्रलोपे पूर्वस्य दीर्घो अनः इति लीडां भवति लेडु लीढात् लीढां तद् लिख् लिखन्तु लिखन्तु वर्णमेलनमेव लिह् योगः डि लिह् योगः डि अत्र पुगन्तलघु न श्रूयते भवत्याः ध्वनिः मध्ये मध्ये भवत्याः ध्वनिः भग्ना भवति किमर्थमिति अहं न जानामि अस्तु मिस्सि 100% इट्स् ए स्पीकर् कुत्र अहं कुत्र अस्मि लिह् योगः लिग् योगः हि अत्र लिह् योगः इति अत्र पुगन्तलघुबुधस्य न भवति हि अपित् अपित् अस्ति न श्रूयते हि अपित् अस्ति तस्मात् श्रूयते भवत्याः ध्वनि मदर् महोदय भवती श्रोतुं शक्नोति वा मीना महोदय आं महोदय आं महोदय अस्तु किमपि अस्ति वदामि वा महोदय श्रूयते वा आम् अहं श्रूयते भगिनि लिप्तियोगः हलो हलो लिप्तियोगः हि तत्र श्रूयते वा लिह् योगः हि तत्र हूजल् व्योहेर् दिः सूत्रेण लिह् योगः दि लिह् योगः दि होडः इति सूत्रेण लिड्ढियोगः दि जशस्ततोरधोदः इति सूत्रेण लिड्ढियोगः लिड्डियोगः धि भवति किल ष्टुनाष्टुः लिड् धि डोडे लोपः एकः डकारः लोपः लिडि लिधि द्वलोपे पूर्व द्वलोपे पूर्वस्य दीर्घः इति सूत्रे लीडि अग्रे लीडात् समानमेव लेडु लीडात् समानमेव प्रक्रिया लीडं लिह् योगः तु तामन्तु हि तं त लिह् योगः तं लिह् योगः तं तत्र होडः इति सूत्रेण लिड्ढियोगः तं जशस्ततोदः इति सूत्रेण लिड्ढियोगः धम् उष्णाष्टुः लिड्ढियोगः ढम् डोडे लोपः लिडम् तदनन्तरं ड्रलोपे पूर्वस्य दीर्घो लीडम् लीडम् भवति लीढम् लीढम् अर्थ तदनन्तरं लीढसमानप्रक्रिया महोदय लिह्यो लीढ लीढ लिह्योगः क तत्र होडः अग्रे गच्छामि वा लिह् योगः आनि पुगन्तलघुबस्य लेहानि लेहानि वर्णमेलं लेहानि लेहाव लेहाम तर्हि किं भवति लेढु अथवा लीढात् लीढां लिहन्तु लीढि लीढि लीढं लीढ लेहानि लेहावो ले मदर महोदय लङ् आम् लङ् लङ् लिह् योगः लिग्योः तकारः अस्ति प्रथमं लुङ् लङ् लुङ्षु अडुदातः इति सूत्रेण अकार आडागमः भवति आ लिह् योगः तकारः अस्ति अलिह् योगः तकारः पुहत्त लघुपदस्य इति सूत्रेण अलेग् योगः तकारः अस्ति तदनन्तरम् अलेह् योगः तकारः हल्ङ्याभ्यो दीर्घात् श्रुतिसपृक्तं हल् इति सूत्रेण तकारस्य लोपो भवति प्रक्रिया एवमस्ति वा तदनन्तरम् अलेग् अतः तदनन्तरं तकारस्य लोपो भवति अलेह् योगः अलेह् अलेह् भवति अलेह् भवति अलेह् हकारः अस्ति हकार पदान्ते हकारः कोडः अस्ति कार्यं करोति वा पदान्ते अपि अस्ति आमामाम् आम् अलेड् अलेड् अलेड् भवति इदानीम् अलेड् अलेड् जलं दशन्ते इति सूत्रेण अलेड् तृतीया भवति वावसाने इति सूत्रेण अलेट् इति भवति अलेड् अथवा अलेड् आम् अलिह् योगः ताम् अस्ति अलिह् ताम् प्रथमे होडः इति अनेन होड प्रथमे होडः इति सूत्रं कार्यं करोति वा हकारस्य स्थाने ढकारादेश भवति तदनन्तरं दशस्ततो दोदः इति सूत्रेण ढकारः भवति अलि अलिग् योगः दाम् अलिग् योगः दाम् अस्ति अलिग् योगः दाम् जलां जलां दशि इति सूत्रेण तदनन्तरं किम् श्रष्टुः श्रष्टुः इत्यनेन अलिद्योगः आं तद् आं जलस्य दाम् इदानीं श्रष्टुः अलिद्योगः टाम् अस्ति डोणे लोपः इति सूत्रेण प्रथमटकारः लोपः भवति अलिडाम् अलिडाम् भवति तदनन्तरं लोपे पूर्वस्य दीर्घोणः इति सूत्रेण अलिडाम् अलिडाम् इति रूपम् अलिडाम् अलिह् योगः अस्ति अलिह् योगः हन् अलिहन् तदनन्तरं अलिह् योगः सकारः अस्ति अलिह् योगः पुगन्तलघुपदस्य इति सूत्रेण अलेह् योगः सकारः हल्ङ्याभ्यो दीर्घात् श्रुतिसपृक्तं हल् इति सूत्रेण सकारस्य लोपः भवति अलेह् अलेह् तदनन्तरं होडः इत्यनेन सूत्रेण हकारस्य स्थाने डकारः आदेशः जलां दशन्ते इति अनेन अलेड् वा अलेड् वावसानि तदनन्तरं अलिह् योगः तम् अस्ति अलिह् योगः तम् पुनः न वदतु रूपं वदतु किमपि नूतनं नास्ति चेत् रूपं वदतु रूपमस्ति अलीडम् अलीडम् अलीडम् अलीड तदनन्तरम् अलीडम् अलीड सम्यक् वा अलीड अलिः योगहमस्ति अलेह् योगहम् अलेहम् अलेहम् अलिः योगः वा अस्ति अलिः योगः वा अलिह् वा अलिह् वा अलिह्म अलेड् अथवा अलेप् अलीडम् अलीहन् अलीहन् अलीहम् अलीहम् अलीहम् अलीहम् अलेहम् अलेहम् अलेहम् अलिह अलेहम् तदनन्तरं किमस्ति अन्तिमे विधिलिङ्ग् मध्ये किमपि लियातां लियाता लियातां लियुः लियाः लियातां लियात लियां लियाव लियाम अस्तु तर्हि परस्मैपदं समाप्तम् इदानीं गृहकार्यरूपेण आत्मनेपदमपि करोतु अग्रे अग्रेस्मिन् वर्गे अग्रे गच्छामि प्रश्नाः सन्ति वा कस्यापि अस्तु तर्हि विधिलिङ्ग् मध्ये ह्रसो एव भवति खलु लिहयात् लिहात् लिहयात् लिहयात् लिहात धन्यवादः महोदय धन्यवादः शुभरात्रि शुभ्रा